अनिल् महोदय अस्ति वा? आं महोदय, नमो नमः। नमो नमः। अत्र आरम्भं श्लोकं वक्तुम् इच्छति वा? अस्तु महोदय। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहि। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायाम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। अस्तु, अस्माकं वर्गे, व्याकरणवर्गे, वयं तु बलाबलचिन्तनविषयं कुत्र भवति एतत् विषये अत्र विप्रतिषेधे परं कार्यम्, अनन्तरम् अत्र तुल्यबलविरोधः कुत्र भवति एकस्मिन् स्थले गोदमाल् म्यूट् करोतु। अत्र बलाबलचिन्तनविषये वयं दृष्टवन्तः अत्र अनन्तरं तुल्यबलविरोधः एकस्मिन् स्थले सूत्रं द्वयम् आगत्य कार्यं करोति चेत् अत्र किं सूत्रं पूर्वम् आगन्तव्यम् एतत् विषये वयं दृष्टवन्तः, अनन्तरम् एतत् विषये किञ्चित् सूत्राणि अपि पठितवन्तः, परसूत्रात् नित्यसूत्रम् अन्तरङ्गम् एतत् सर्वं पूर्वसूत्रात् परसूत्रात् नित्ये, नित्यसूत्रात् अन्तरङ्गम्, अन्तरङ्गसूत्रात् अपवादानाम् उत्तर उत्तरो बलीयः इति वयं दृष्टवन्तः, अनन्तरम् अत्र वर्णात् अङ्गं बलीयः, कुत्र अङ्गं बलीयः वा वर्णं बलीयः वा इति विषये वयं दृष्टवन्तः, अनन्तरम् अत्र अचिष्णुधातु ब्रुवाङ्गयोर् इयङ् उवङ्गौ, अनन्तरं विष्णोः सार्वधातुके कुत्र भवति इति, कुत्र एतत् भवति, अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः किम् अभवत् तत् समये एव पुकन्तलघुपदस्य च कार्यं करोति वा, अनन्तरम् अत्र ज्ञिति च इति अपि वयं दृष्टवन्तः गुणनिषेधविषये। अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनम् इदानीम् अभवत् एव, इदानीम् अत्र किं भवति चेत् अनन्तरस्य विधिः वा प्रतिषेधो वा, विधिः अस्ति वा प्रतिषेधः अस्ति वा इति एतत् पृथक्तया अत्र करपत्रमस्ति, एतत् विषये वयं द्रष्टुं शक्यते एव। अत्र अनिल् महोदय पठतु। अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा। अनन्तरस्य विधिः वा प्रतिषेधेधः वा अव्यवहितस्य पूर्वस्यैव भवति, न तु व्यवहितस्य इति परिभाषार्थ। अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यत एव विधिः, निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति। एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते, यतो हि समीपवर्तिनः एव प्रथमोपस्थितिः भवति। यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वाभाविकः एव। अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते। अत्र अनन्तरस्य विधिः वा, विधिः अनन्तरं भवति वा, अनन्तरं प्रतिषेधः प्रतिषेधः इत्युक्ते निषेधः, अत्र किमपि कार्यमस्ति वा इति परिभाषया अत्र वयं द्रष्टुं शक्यते, विधिः वा प्रतिषेधो वा भवति वा इति. अत्र अव्यविहितस्य पूर्वस्य एव भवति, एतत् कार्यं तु पूर्वमेव भवति, विधानमत्र अस्ति. एतत् विषये सूचनार्थमेव तत् परिभाषार्थः अत्र अस्ति. अस्यां परिभाषायां वा इति शब्दः च अनन्तरस्य विधिः वा प्रतिषेधो वा इति अस्ति. च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति. यत्र प्रतिषेधः अस्ति अत्र समीपवर्तिनः सूत्रं किम् इति वयं द्रष्टुं शक्यते एव. समीपवर्तिनः अस्ति वा न वा, अत्र विधिः अस्ति वा निषेधः अस्ति वा, इदानीमेव वयं दृष्टवन्तः विधिः अस्ति वा निषेधः अस्ति वा, अत्र विप्रतिषेधे परं कार्यं करोति अपवादानाम्, एतत् सर्वं वयं दृष्टवन्तः. एकप्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते, यतोहि समीपवर्तिनः सूत्रमस्ति वा निषेधः अस्ति वा इति. समीपवर्तिनः एव प्रथम उपस्थितिः भवति. वयं दृष्टवन्तः समीपं यत् सूत्रम् अस्ति, पूर्वसूत्रात् परसूत्रम् असिद्धं भवति, एतत् समीपवर्तिनः एव अत्र कार्यं करोति. यः व्यवहितवहितः व्यवहितः विधानम् अत्र अस्ति भवति, तस्य उपस्थितिः, उपस्थितिः इत्युक्ते अत्र निकटे समीपे अस्ति इति. विलम्बेन भवति इति स्वाभाविकः एव. अत्र समीप उपस्थितिः अस्ति परन्तु अत्र स्वाभाविकं किम् अस्ति इति अत्र विलम्बेन भवति. विलम्बः इत्युक्ते किञ्चित् कालानन्तरम् अनन्तरस्य विधिः प्रतिषेधो वा भवति इति. अतः अनया परिभाषया शीघ्र उपस्थितस्य उपस्थितस्य यत्र समीपवर्तिनः अस्ति एव विधानं अथवा निषेधः क्रियते. समीपवर्तिनः सूत्रम् अस्ति चेत् अत्र वयं स्वीकुर्मः, न तु अत्र निषेधः भवति इति. अनन्तरस्य विधिः वा प्रतिषेधः वा इति परिभाषाया उदाहरणं किम् अस्ति इति अधः दत्तं. गीता भगिनी पठितुं शक्यते वा? न भगिनि. पठितुं शक्यते वा? महालक्ष्मी. आं माता, हरि ओं, सुप्रभातं सर्वेभ्यः, नमस्कारः. गोदामाल्. अहमस्मि मा, सुप्रभातं. सुप्रभातं महालक्ष्मी, पठतु. नाव्ययी भावदत्तो मत्व भावदत्तो भावादत्तो मत्व पञ्चम्याः अदन्ताव्यायि. एकनिमिषं, 2483 अस्ति खलु, वयं दृष्टे मात्र 2483 मध्ये किम् अभवत्, किं भविष्यति इति प्रष्टुं शक्यते. एकनिमिषं, 483 अत्र बहु वृष्टिः अभवत् अत्र. एतत् अत्र स्थूलाक्षरैः अस्ति खलु, एतत् अत्र नास्ति. इदानीम् अत्र काशिकायां सिद्धान्तकौमुदी पठतु अत्र. न, प्रथमम् अत्र पृथक्तया पठतु किं किम् अस्ति इति. पदम् एव पठतु, अत्र वचनं वचनं अत्र न पठनीयं. पठतु. पदच्छेदः न अव्ययम् इदानीमेव पदम् एव पठतु अत्र. पठतु. न अव्ययीभावात् अतः अम् न अव्ययीभावात् अतः अतः अम् अम् तु अं तु पञ्चम्याः पञ्चम्याः उपरि पठतु इदानीं सूत्रं पठतु सूत्रम् एकनिमिषं नाव्य न्याव्ययी भावदत्तो मत्वपञ्चम्याः न अव्ययी भावात् अव्ययीभावम् अव्ययी इत्युक्ते किमपि परिवर्तनं नास्ति अत्र कृष्णस्य समीपे इति अस्ति चेत् अत्र उपकृष्णम् इति प्रयोगं कुर्मः उप इति साधारणतया द्रष्टुं शक्यते किम् अस्ति चेत् अत्र उपसर्गम् अस्ति इति परन्तु अत्र अव्ययीभावः एव अत्र कृष्णस्य समीपम् इत्युक्ते बृहत् अस्ति उपकृष्णम् इति समीपम् एतदेव अव्ययीभावात् अव्ययीभावः अतः अम् तु अ पञ्चम्याः अत्र इदानीमत्र अनुसूया भगिनी पठितुं शक्यते वा अनुसूया भगिनि पठतु सिद्धान्तकौमुदी आम् आम् एव एतदेव हदन्तादव्यवी भाव न लुक् किन्तु तस्य पञ्चमी विना अमादेशः दिशयोर्मध्ये अपदिशं क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विधिक्षित्रं त्रयाम् इत्य अमरः इति अत्र त्यजतु इदानीमत्र अदन्त अव्ययीभावात् सुप् न लुक् भवति एतत् सूत्रमस्ति अत्र सुप् अत्र न लुक् भवति किमर्थं चेत् किन्तु तस्य पञ्चमी विना अम् आदेशः भवति पञ्चमी इति अत्र अस्ति एव एतत् विना अत्र अम् आदेशः अमादेशः भवति दिशोर् मध्ये इति वक्तुं शक्यते चेत् अत्र अपदिशम् इति भवति कृष्णस्य समीपे उपकृष्णं तदेव अत्र दिशोर् मध्ये अपदिशम् इति भवति इदानीं पश्यतु अत्र न अव्ययमिति अस्ति अव्ययभावात् पञ्चमी अस्ति अतः पञ्चमी अनन्तरम् अम् प्रथम एकवचनम् अनन्तरं तु एतदपि अव्ययम् अपञ्चम्याः इदानीमत्र पश्यतु न अव्ययीभावात् अतों तु अपञ्चम्याः अदन्त अव्ययीभावात् उत्तरस्य इदानीं पठतु महालक्ष्मी अदन्ताव्ययीभावस् उत्तरस्य सुपः न लुक् भवति आम् देशात् अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति अदन्तात् अव्ययीभावात् सुप्रत्ययस्य लुक् न भवति अपि तु पञ्चमी विभक्ति विहाय अन्यासु विभक्तिषु सुप्रत्ययस्य स्थाने अमादेश विधीयते अनुवृत्तिसहितसूत्रम् अव्ययीभावात् अतः तु न सुपः लुक् अपञ्चम्या अम् इदानीमत्र विना पञ्चमी न अव्ययीभावात् एकनिमिषम् अत्र एकः प्रश्नः आगच्छत् वर्गः कदा भविष्यति इति वर्गः इदानीं किमर्थं सुपः लुक् भवति किमर्थं सुप् लुक् भवति चेत् एतत् अत्र सुख् भवति चेत् अत्र एतत् अत्र कार्यम् अनन्तरमेव भवति सुप् लुक् भवति चेत् एव. किमर्थं चेत् अव्ययीभावः एतत्तु अव्ययीभावः. अस्तु, इदानीं पश्यतु, न अव्ययीभावात् अदन्तम् अत एव अन्ते अस्ति. अव्ययीभावात् उत्तरस्य यत् कार्यं सुप् इति न लुक् भवति इति एतत् उदाहरणविषयम् अग्रे आगच्छति एव. पश्येम, अम् आदेशस्तु तस्य सुपः भवत् इति पञ्चम्याः. सुप् भवति अस्ति चेत् सुप् भवति, सुपोधातु प्रातिपदिकयोः इति अस्ति अत्र, तत् समये सुप् लुक् भवति. इदानीम् अदन्त अव्ययीभावात् उत्तरस्य सुप् न लुक् भवति. अम् आदेशस्तु तस्य सुप्ः सुप् भवति पञ्चम्याः एव. एतस्मिन् प्रतिषेधः पञ्चम्याः श्रवणमेव भवति. अत्र अम् इति अस्ति, अत्र एतत्तु समासविषये एव भवति. न अव्ययीभावात् पञ्चम्याः इति अस्ति अत्र, अतः एव अम्ब अमादेशः भवति. एतत् कुत्र भवति, कुत्र न भवति इति समासविषये इतोपि बृहत्तया अस्ति अत्र. एतस्मिन् प्रतिषेधक पञ्चम्या श्रवणमेव भवति. अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमे विभक्तिं विहाय अन्यासु विभक्तिषु सुप् प्रत्ययस्य स्थाने अमादेशः विधीयते अनुवृत्तिसहितसूत्रम्. एतत् एतस्मिन् विषये अत्र कुत्र भवति, कुत्र न भवति इति अत्र अस्ति एव. सुट् नपुंसकस्य तत् स्थाने अमादेशः कुत्र भवति इति वयं पश्येम एतत् विषये. इतोपि अत्र अस्ति, बृहत्तया अस्ति. इदानीम् अनुवृत्तिसहितसूत्रमस्ति चेत् अव्ययीभावात् अतः तु न सुपः लुक् अपञ्चम्याः आम् पञ्चमे स्थाने विहाय अन्यत्र अमादेशः भवति इति. अस्मिन् सूत्रे वाक्यद्वयं वर्तते. किम् अत्र पश्यतु, इतोपि एतद् दृढीकरणार्थमेव अग्रे आयाति, किमपि चिन्ता मास्तु. अत्र अग्रे पठतु, गोदमल् पठितुं शक्यते वा? अहं पठामि वा मा? अहं महालक्ष्मी पठतु. अदन्ताद् अव्ययभावदत्तस्य अदन्ताद् अव्ययीभावदत्तस्य उत्तरस्य आवात् उत्तरस्य आवात् उत्तरस्य सुपो न लुङ् लुङ् भवति इति एकं वाक्यं. लुक् न भवति, जानाति एव अत्र लुक् प्रथमवर्णस्य स्थाने तृतीयवर्णः आयाति अत्र. केन सूत्रेण? कोऽपि जानन्ति यस्तुं भवति यशोन्ति इति सूत्रेण, अतः तत्र लुक् स्थाने तृतीयवर्णः आगत्य लुग् भवति इति एकं वाक्यम्. अत्र अदन्त अव्ययीभावात् अक्ति एव अस्ति, अदन्त अव्ययीभावात् उत्तरस्य सुपुना लुक् भवति इति एकं वाक्यम्. अग्रे अग्रे अमोदेशस्तु आदेशः तु अमोदेशस्तु तस्य अमादेशस्तु अतः अमादेशस्तु अमादेशस्तु तस्य भवत्य पञ्चम्याः इति द्वितीयं वाक्यम्. भवति अपञ्चम्याः इति द्वितीयम्. अत्र पञ्चमी नास्ति चेत् एव अमादेशः कुत्र कुत्र भवति इति. सप्तमी अस्ति, अनन्तरं तृतीया अस्ति, अमादेशः कुत्र भवति कुत्र न भवति इतोपि अत्र दृढीकरणार्थम् अत्र दत्तमेव. अनन्तरं गोदमल् पठितुं शक्यते वा? पठतु. अपञ्चम्याः अपञ्चम्याः इत्यनेन अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति पञ्चम्याः अमादेश एव प्रतिषिध्यते न तु अलुक् पूर्ववाक्येन विहितः अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति अनया परिभाषाया अव्यवैतस्य पूर्वस्यैव प्रतिषेधः भवति पूर्वं तु अमादेशः एव वर्तते नाव्ययी भाव धातो आत्मपञ्चम्याः इति दुःशब्देन प्यापयमार्थो लभ्यते दुःशब्देन सुशब्देन सारि सुशब्देन प्याया मध्ये लभ्यते सुशब्दः नियामको भवति अमेव वा अमेव पञ्चम्याः इति अत्र अपञ्चम्याः इत्यनेन अनन्तरस्य विधिः भवति वा प्रतिषेधः भवति वा इति अत्र एतत् विषये एव वयं चर्चितवन्तः अत्र न तु अलुक् लुक् भवति अलुक् अत्र पञ्चमी विषये एव अलुक् भवति अत्र पूर्ववाक्येन विहितः अतः एव अलुक् सति पञ्चम्याः श्रवणमेव अत्र भवति अनया परिभाषया अव्यविहितस्य पूर्वस्यैव प्रतिषेधः पूर्वमेव अत्र प्रतिषेधः एतत् कुत्र लुक् भवति कुत्र न लुक् अलुक् कुत्र न भवति लुक् अनन्तरम् अत्र अव्ययीभावात् पञ्चम्याः पञ्चमी विना अन्ये सर्वे विभक्तिषु अमादेशः भवति इति पूर्वं तु अमादेशः एव वर्तते एतत् सूत्रेण तु शब्देन अपि अयम् अर्थः लभ्यते तु शब्दः इत्युक्ते अत्र एतत्तु भवति इति केवलम् एतत् मात्रं न एतदपि भवति इति तु शब्दः नियामकः भवति अत्र अम् एव अपञ्चम्याः इति अम् अत्र पञ्चमी विना सर्वत्र भवति अत्र किञ्चित् इतोपि दृढीकरणार्थं सुटनपुंसकस्य कुत्र भवति एतत् दृढीकरणार्थमेव अग्रे अस्ति अनिल् महोदय पठति इदानीम् सुडनपुंसकस्य सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनां स्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न सुट् प्रत्याहारे सु औ जस् अम् औट् इति इमे प्रत्याः अन्तर्भूताः न नपुंसकम् अनपुंसकं न तत्पुरुषः तस्य अनपुंसकस्य सुट् प्रथमान्तम् अनपुंसकस्य षष्ठ्यन्तं द्विपदम् इदं सूत्रं शि सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य अत्र पश्यतु सुट् इत्युक्ते किं सर्वे जानन्ति एव आं महोदय सु औ जस् अम् औट् उत्तमं सु औ जस् अम् औट् अत्र एतत् सूत्र कः वदामि महोदय किं वदामि वदति सूत्रसङ्ख्या 412 खलु 412 एव अस्तु अत्र पश्यतु प्रथमविभक्ति सु औ जस् इति अस्ति अनन्तरं द्वितीयस्थाने अम् औट् अस्ति एतत् पञ्च विभक्तयः एव सुट् इति अस्ति, सु इति अस्ति, इट् इति अस्ति. पञ्च द्वितीया विभक्ति द्विवचनम् औट् इति अस्ति. एतत् मिलित्वा यदा तिङ् इति अस्ति खलु, तिप् तस् जि, अत्र ति अस्ति, आत्मनेपदिनकं महिङ् अस्ति, अत्र तिङ् मिलित्वा एव, तदेव अत्रापि तद्वत् औट् इति, एतदेव सुट् इति वयं द्रष्टुं शक्यते एव, सर्वे जानन्ति एव. सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानम् इति संज्ञा भवति. इदानीं वयं दृष्टवन्तः एतत् पञ्चः पञ्च अत्र प्रत्ययः सुट् इति सर्वनामस्थानं भवति. शेषः तु असर्वनामस्थानं, मनसि स्थापयतु. प्रथमं पञ्चं तु पञ्च प्रत्ययः तु सुट् इति सर्वनामस्थानं भवति, शेषः असर्वनामस्थानम् इदानीं भवति. परन्तु नपुंसकलिङ्गे न भवति. सुट् प्रत्याहारे सु औ जस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः, न नपुंसकम् अनपुंसकस्य नै तत्पुरुषसमासः अनपुंसकस्य सुट् प्रथमान्तम् अनप एतत् प्रथमान्तं यत्र भवति अत्र कार्यं भवति. आदेश किम् अस्ति अत्र? आदेशः भवति. आदेशः कुत्र भवति चेत् अत्र किं भवति? कोऽपि किं महोदय? तानि भवति अत्र वदतु. हा हा, अत्र प्रथमान्तं सुट् इति प्रथमान्तमस्ति. अत्र आदेशः आगमः नामकरणम् एतत् सर्वाणि अत्र एव भवति. यत्र आदेशः भवति अत्र किं भवति? स्थानि भवति खलु. इदानीम् अत्र आदेश किमर्थम्? अत्र तु नामकरणं नास्ति वा? नास्ति. एकनिमिषम्, अत्र कुत्र भवितुम् अर्हति कुत्र न भवति इति व्याकरणविषये एव अत्र द्रष्टुं शक्यते एव. इदानीमत्र सुट् प्रथमान्तम् अनपुंसकस्य षष्ठ्यन्तं द्विपदमिदं सूत्रं. शी सर्वनामस्थानं, शी इति नपुंसकविषये अस्ति अत्र, अतः एव शकारः लशवतदिते इत्यनेन इत् भवति, ई एव तिष्ठति. इदानीम् अत्र फलं फले फलानि, अनन्तरं ज्ञानं ज्ञाने ज्ञानानि, अत्र ई इति आगत्य एव अत्र नपुंसकविषये सर्वनामस्थानम् अत्र अस्ति. कुत्र? प्रथमपुरुष बहुवचने, अनन्तरं द्वितीय प्रथमविभक्ति बहुवचने, द्वितीयविभक्ति बहुवचने, अत्र शि इति सर्वनामस्थानं भवति. इत्यस्मात् सर्वनामस्थानं इत्यस्य अनुवृत्तिः अत्र भवति. शि सर्वनामस्थानम् इत्यस्य अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य. इदानीम् अत्र नपुंसकस्य नास्ति, अनपुंसकस्य नपुंसकस्य विषये एव सुट् इति भवति इति. एतदेव सुट् अनपुंसकस्य अनपुंसकं नपुंसकम् अत्र नास्ति इति एव. अत्र इतोपि दृढीकरणार्थं किं भवति चेत् अत्र 1143 पश्येम. अत्र अनिल् महोदय भवान् एव पठतु. नपुंसकलिङ्ग नपुंसकलिङ्गभिन्नशब्दात् विहितानां सु औ जस् अम् औट् प्रत्ययानां सर्वनामस्थान इति संज्ञा भवति. इदानीमत्र सर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्यायां भिन्नः विधयः उक्ताः सन्ति. द्वे उदाहरणे एतादृशे नकारान्तस्य अङ्गस्य उपधावर्णस्य सर्वनामस्थाने च सम्बुद्धौ इत्यनेन दीर्घादेशः भवति. एतत् एकनिमिषम्, इदानीं पश्यतु अत्र सुत् प्रत्याहारः स्वादि पञ्चमी पञ्चवचनानि सर्वनाम स्थानसंज्ञानि स्युः अक्लीपस्य अत्र नपुंसकिङ्गं नपुंसकलिङ्गम् अत्र नास्ति इति तत्र सुट् अनपुंसकस्य एतत् द्रष्टुं शक्यते एव इदानीं भवानेव अग्रे पठतु यदि अनपुंसकम् इति निषेधः उच्यते तर्हि अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति नपुंसकलिङ्गे सर्वनां स्थानम् एव प्रतिषिध्यते ही सर्वनामस्थानं सुड् नपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति इत्यादीनि इत्यादीनि रूपाणि न भवन्ति किम् अर्थः कः अर्थः महोदय पूर्वं वयं दृष्टवन्तः अनन्तरस्य कार्यं भवति अनन्तरस्य विधिः भवति वा प्रतिषेधः भवति वा इति अत्र पूर्वमेव प्रश्नः उदेति इदानीं नपुंसकलिङ्गे विषये 1142 पश्येमे चेत् अत्र इदानीं पश्यतु शी इत्यस्य सर्वनामस्थानम् इति संज्ञा भवति एव परन्तु अत्र सर्वनामसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः विधानम् उक्ताः सन्ति सर्वनामस्थाने परे अजन्तस्य नपुंसकस्य अङ्गस्य नपुंसकस्य जलचः इत्यनेन नुम् आगमः भवति एवमेव नकारान्तस्य अङ्गस्य उपादायं सर्वनामस्थाने च सम्बुद्धौ इत्यनेन दीर्घ आदेशः भवति एतत् अत्र इदानीम् अत्र पश्यतु भवान् एव पठतु अत्र फलयोग जस् प्रथमा बहुवचनस्य प्रत्ययः अनन्तरं फलयोग फलयोगशि जस्योः शिः इति जस् प्रत्ययस्य शि आदेशः शि सर्वनामस्थानम् इत्यनेन शि इत्यस्य सर्वनामस्थानसंज्ञा फलन् योग इ नपुंसकस्य जलचः इत्यनेन अजन्तस्य नपुंसकलिङ्गस्य सर्वनामस्थाने परे नुमागमः भवति फलान् इ सर्वनामस्थाने च सम्बुद्धौ इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधा दीर्घः इदानीं पश्यतु अत्र किं वयं दृष्टवन्तः अनन्तरस्य विधिः भवति वा प्रतिषेधः भवति वा इति वयं दृष्टवन्तः इदानीं सि सर्वनामस्थाने इति स्वीकुर्मः चेत् अत्र करपत्रे अस्ति सि सर्वनामस्थानम् इत्यस्य अर्थः शि इत्यस्य सर्वनामस्थानम् इति संज्ञा भवति एव सुट् अस्ति अतः भवति एव सुट् अनपुंसकस्य इति सूत्रे अनपुंसकलिङ्गम् अत्र अस्ति चेदेव अनपुंसकम् इति निषेधः अत्र भवति अनपुंसकं नपुंसकं नास्ति खलु अत्र सुट् इति विषये अत्र अनपुंसकम् एव इदानीम् अत्र सि सर्वनामस्थाने अत्र प्रतिषेधः भवति सि सर्वनामस्थानम् इति नपुंसकलिङ्गविषये एव भवति अतः अत्र विधिः भवति एव एतत् विधिः एव इदानीम् अत्र द्रष्टुं शक्यते एव किम् अस्ति चेत् तु औ जस् एव अस्ति जस् इति अत्र पूर्णतया अत्र शि इति आदेशः भवति जशो शि तिः इति सूत्रेण पूर्णतया जस्तानि शि आदेशः भवति इदानीम् अत्र शि सर्वनामस्थानम् इत्यनेन शि इत्यस्य सर्वनामसंज्ञा भवति परिवर्तनम् अपति सु औ जस् इति स्थाने इदानीम् अत्र नपुंसकलिङ्गम् अत्र भवति इति अर्थे एव एतत् सूत्रं कार्यं करोति इदानीमत्र अन्यसूत्रमपि आगत्य कार्यं करोति नपुंसकस्य जलचः इति अस्ति. एतत् सूत्रं किं भवति चेत् नपुंसकलिङ्गस्य सर्वनामस्थाने परे नुम् आगमः भवति. नुम् इति अस्ति चेत् अत्र मकारः अलन्त्यं तस्य लोपः इत्यनेन भवति. नकारः नु इति अस्ति खलु, अत्र उकारः उच्चारणार्थं नकार एव तिष्ठति. इदानीम् अत्र फलन् इति भवति, नपुंसकस्य जलचः इत्यनेन फलन् इति भवति. अनन्तरं शी मध्ये किं किम् अभवत्? शकारः केन सूत्रेण इति भवति वदतु, सर्वे जानन्ति एव. लशको तद्धिते इत्यनेन शकारः लोपः भवति, ई एव तिष्ठति अत्र खलु. प्रश्नः उदेति वा अत्र? न न महोदय, फलन् इति सेलेक्टेड् अस्ति तो अहं न ज्ञातवान् मम महोदय प्रश्न महोदयः प्रश्न कः अस्तु. इदानीम् अत्र समीचीनं खलु, प्रश्नस्य प्रश्नः उदेति वा? नास्ति खलु, न न प्रश्नः अस्ति वा? न महोदय प्रश्नः नास्ति. इदानीम् अत्र फलन् इति भवति. इदानीम् अनन्तरमत्र फलन् पूर्वमत्र उपादायं स्थितस्य लकारस्य सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अत्र नकारान्त अङ्गस्य उपदा दीर्घः भवति. सो नकारः अस्ति, उपदा किं वर्णः? ला एव अस्ति. ल स्थाने उपरि किम् अस्ति? अकारः तिष्ठति. इदानीं फला इति भवति. इदानीं फलानि योगः ई मेलनेन एव फलानि फलानि ज्ञानानि तादृशं भवति. तत् स्थाने अत्र सुट् नपुंसकस्य अनपुंसकस्य इति वयम् अनन्तरस्य विधिः भवति वा प्रतिषेधः भवति वा इति वयं द्रष्टुं शक्यते. इदानीमत्र सूट् अनपुंसकस्य विषये विधिः भवति, परन्तु की सर्वनामस्थानम् इति स्वीकुर्मः चेत् अत्र प्रतिषेधः भवति. किमर्थं चेत् अत्र तु नपुंसकलिङ्गं भवति. एतदेव अत्र सूट् इति. महालक्ष्मी पठ, शान्ता भगिनी पठतु अत्र. नमस्कारः. अस्तु शुभ्र, नमस्कारः, पठतु. किन्तु अत्र सुड् नपुंसकस्य इति सूत्रे अतु अनपुंसकम् इति प्रसज्ञ प्रतिषेधः नास्ति, अपि तु पर्युदासः इति प्रत्यज्ञप्रतिषेधः विषये नपुंसकलिङ्गे सुड् सर्वनामस्थानं न भवति इत्यर्थः आयाति, अर्थात् प्रतिषेधः उच्यते. पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति, अर्थात् पर्युदासे स्वीकृत्य प्रतिषेधस्य प्राधान्यमेव नास्ति. क्षम्यतामम्, अशुभमस्ति अस्तु, अत्रैव खेदं भवति. किन्तु अत्र सुट् अनपुंसकस्य इति सूत्रे अनपुंसकमिति प्रसज्य प्रतिषेधः नास्ति. प्रथमं प्रसज्य प्रतिषेधः किम् अस्ति, अनन्तरम् अत्र पर्युदासः किम् अस्ति इति पश्येम. बृहत् कार्यमत्र अस्ति. पर्युदासः प्रसज्य प्रतिषेधः इति किम् अहं वदामि, मन्दरूपेण वदामि. अत्र भवन्तः अहं किं भवति, अहम् एतत् लिखामि, भवन्तः अपि लिखन्तु. एतत् किमर्थं चेत् अहम् एतत् विषये वदामि. पूर्णतया अस्माकं जीवनपर्यन्तम् एतत् विषये आगच्छति एव. नेट्वर्क् किञ्चित् अत्र मन्दरूपेण शनैः एव भवति. अस्तु, द्रष्टुं शक्यते खलु? द्रष्टुं शक्यते वा? इदानीमत्र अत्र इदानीं पश्यतु, पुत्रादानि अस्तु, अहम् अत्र अत्रैव अस्ति प्रतिषेधः विषये. अस्तु, अहं लिखामि. अस्तु, अहं लिखामि एतत् विषये. पश्यतु अत्र, समयः जातः. अस्तु, अत्र प्रथमम् अहं लिखामि पर्युदासः. पर्युदासः इत्युक्ते किम् इति पर्युदासः इत्युक्ते किम् इति अहं लिखामि. उदाहरणं किम् अस्ति चेत् आ ब्राह्मणम् आनय इति अस्ति. मुख्यविषयमस्ति झटिति अहं वदामि, मनसि स्थापयतु पर्युदासः इत्युक्ते किम्. उदाहरणं कुत्रापि लिखतु, जीवनपर्यन्तम् एतत् आगच्छति एव. आ ब्राह्मणम् आनय खलु. अत्र किम् अस्ति अत्र आ ब्राह्मणम्? ब्राह्मणम् अत्र किम् अस्ति, कोऽपि जानाति वा? अत्र एतत् किं सूचयति? भूतकालं मम आ उपसर्गपूर्वकः आ ब्राह्मणम्. न, एतत् विषये न गच्छतु. आदेशः अस्ति. अत्र मुख्यविषयमस्ति पर्युदासः किम्. उदाहरणम् अत्र किम् अस्ति चेत् आ ब्राह्मणम् आनय. ब्राह्मणं भिन्नम्, अत्र क्षत्रियः वा शूद्रः वा खलु. अत्र आनयन्तु, ब्राह्मणः नास्ति, एतदेव. समीचीनम्. उदाहरणं मनसि स्थापयतु, एतत् सर्वत्र भवति एव. पर्युदासः इत्युक्ते किं चेत् अब्राह्मणम् आनय. अब्राह्मणं भिन्नं, क्षत्रिय वा शूद्रः वा कोऽपि, एतदेव पर्युदासः मनसि स्थापयतु. इदानीं प्रसज्य पर्युदासः इत्युक्ते किम् एतत् पश्यन्तु. प्रसज्य पर्युदासः इत्युक्ते अत्र प्रसज्य पर्युदासः इत्युक्ते किम्? उदाहरणं किम् अस्ति चेत् अनिल् महोदय लिखन्ति वा? कुत्रापि एतत् विषये लिखतु. अनिल् महोदय अस्ति वा? आम् आम्. अत्र किम् अस्ति? अत्र ब्राह्मणः न हन्तव्यः. प्रसज्य पर्युदासः इत्युक्ते किम्? ब्राह्मणः एव सूचयति. हा, उत्तमं. ब्राह्मणः अत्र न हन्तव्यः. नी क्षत्रियः वा शूद्रः वा हन्तव्यः इति अर्थे आगच्छति, परन्तु अत्र ब्राह्मणः न हन्तव्यः. ब्राह्मणः न हन्तव्यः इति अत्र प्रसज्य पर्युदासः इति उदाहरणं पर्युदासः इत्युक्ते आब्राह्मणम् आनय ब्राह्मणं विना अन्य कोऽपि आनयतु इति अस्ति प्रसज्य पर्युदासः इत्युक्ते चेत् अत्र दृढीकरणार्थं ब्राह्मणः न अन्तव्यः इति दत्तं मनसि स्थापयतु एतत्तु बृहत् विषयं कुत्रापि जीवनपर्यन्तम् अस्माकं संस्कृतिविषये आयन्ति एव एतत् अस्तु इदानीं पश्येम इति सूत्रे नपुंसकस्य अनपुंसकस्य प्रसज्य प्रतिषेधः नास्ति अत्र अपि तु पर्युदासः अस्ति पर्युदासः इत्युक्ते किम् अत्र अन्य कोऽपि अन्यविषये एव पर्युदास इत्युक्ते एक्सेप्शन् एक्सेप्शन् प्रसज्य प्रतिषेधः चेत् नपुंसकलिङ्गे सुट् नपुंस सर्वनामस्थानं न भवति खलु प्रसज्य पर्युदासः इत्युक्ते प्रसज्य प्रतिषेधः अस्ति चेत् अत्र सुट् सर्वनामस्थानं न भवति किमर्थं चेत् अत्र नपुंसकलिङ्गं भवति अतः प्रतिषेधः भवति इदानीमेव वयं दृष्टवन्तः अनन्तरस्य विधिः भवति वा प्रतिषेधः भवति वा इदानीं वयं दृष्टवन्तः सुट् अनपुंसकस्य इति सूत्रेण अत्र प्रसज्य प्रतिषेधः भवति एव किमर्थं चेत् अत्र नपुंसकलिङ्गे एव अत्र अस्ति चेत् अत्र सुट् सर्वनामस्थानं न भवति खलु समीचीनम् अत्र किञ्चित् क्लेशः अस्ति वा प्रश्नः उदेति वा अर्थात् प्रतिषेधः उच्यते प्रतिषेधः भवति एव सुट् इति वयं स्वीकुर्मः सुट् इति सर्वनामस्थानं भवति परन्तु तु औ जस् मध्ये एव अत्र सी नपुंसकस्य इति नपुंसकलिङ्गमपि आयाति फलं फले फलानि इति अत्र अतः तत्र सुट् इति प्रथमविभक्ति बहुवचने अत्र सुट् इति न भवति एव महोदय तत्तु अवगतं परन्तु अत्र अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति सूत्रस्य प्रसक्तिकः तत् न अवगतं हा प्रतिषेधः इदानीं भवति एव खलु अत्र सुट् अनपुंसकस्य विषये एव सुट् इति भवितुम् अर्हति सुट् सु औ जस् अम् औट् इति वयं सप्तुं वयम् अत्र किम् अस्ति सर्वनामस्थानं भवति खलु परन्तु अत्र मध्ये किमस्ति नपुंसकलिङ्गं श्री सर्वनामस्थानम् आगच्छति अत्र इदानीं नपुंसकलिङ्गम् अस्ति चेत् अत्र सर्वनामं भवति वा नपुंसकलिङ्गविषये प्रतिषेधः भवति एव खलु सुट् वक्तुं शक्यते सु औ जस् अम् औट् इदानीं जस् इति प्रत्ययमस्ति तत् मध्ये अत्र नपुंसकलिङ्गं शी सर्वनामस्थानम् इति भवति एतत्तु असर्वनाममेव अत्र प्रतिषेधः भवति एव किमर्थं चेत् अत्र सुट् अनपुंसकस्य अनपुंसकविषये एव अत्र सर्वनाम भवति परन्तु अत्र सर्वनामस्थानम् अत्र न भवति कुत्र न भवति नपुंसकलिङ्गविषये न भवति प्रतिषेधः भवति खलु अनन्तरस्य विधिर्वा भवति प्रतिषेध वा इति सूत्रस्य अर्थः कः अनन्तरस्य विधिः भवति इदानीं सुट् इति वयं स्वीकुर्मः चेत् अत्र विधिः भवति एव सुट् सु जस् आम् औट् अतः एव अत्र सर्वनाम स्थानं भवति इति विधिः भवति इदानीं प्रतिषेधः कुत्र भवति सी सर्वनामस्थानम् आगत्य अत्र जस् कृते मध्ये अत्र शी इति पूर्णतया अत्र किम् अस्ति परिवर्तनं भवति खलु किमर्थं चेत् अत्र नपुंसकलिङ्गम् अस्ति फलं फले फलानि रामः रामौ रामाः इति न भवति फलानि एव भवति केन सूत्रेण श्रीसर्वनामस्थानम् इति स्थाने सर्वनामस्थानम् अत्र अस्ति, सु औज साम औटि इति मध्ये एव सर्वनामस्थानं, शेषः अत्र असर्वनामस्थानम्। इदानीमत्र जस् मध्ये टि आगत्य पूर्णतया अत्र जस् अत्र निष्कासनं भवति, अत्र प्रतिषेधः भवति, अत्र सर्वनामस्थानं न भवति। अतः एव अत्र प्रसज्य प्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति, अत्र नपुंसकलिङ्गे विषये अत्र सर्वनामस्थानं न भवति। समीचीनम्। रामः इति विषये सुट् अस्ति एव, सर्वनामस्थानं भवति एव, परन्तु नपुंसकलिङ्गम् अत्र आयाति चेत् अत्र सर्वनामस्थानं न भवति। तावदेव। अर्थात् नपुंसकलिङ्गे अपि शि अस्ति चेत् अत्र कार्यं सर्वनामस्थानं न भवति इति, सुडः सर्वनामस्थानं भवति इत्यत्र आयाति नपुंसकलिङ्गं विहाय। अत्र समीचीनतया उक्तं खलु, नपुंसकलिङ्गं विहाय अन्यत्र सुटः सर्वनामस्थानं भवति इति इति अर्थः। नपुंसकलिङ्गम् आयाति। अन्य कोऽपि प्रश्नः उदेति वा? नपुंसकलिङ्गम् आयाति चेत् अत्र सर्वनामस्थानं न भवति। रामः रामौ, रामाः रामं रामौ इति अस्ति चेत् अत्र सर्वनामस्थानं भवति। नपुंसकलिङ्गं चेसि सर्वनामस्थानम् आयाति मध्ये, जस् कृते मध्ये, अर्थः अत्र सर्वनामस्थानं न भवति इति तत्र सूत्रेण दत्तं, मया न दत्तम्। अस्तु, अग्रे गच्छामः। इदानीम् अत्र सुब्रह्मण्यं पठितुं शक्यते वा सुड् अनपुंसकस्य इति? सुब्रह्मण्यन् अस्ति वा? सुब्रह्मण्यन् अस्ति वा? अत्र श्रोतुं लिखितवान् वा? न, अन्म्यूट् करोतु सुब्रह्मण्यन्। अन्म्यूट् अपि अस्ति महोदय। अस्ति वा? श्रोतुं न शक्यते वा? अस्तु, अत्र अनुसूया भगिनी पठतु। नपुंसकस्य प्रथमाध्याये प्रथमपादे चत्वारिंशति सूत्रे तदेव प्रापवः यदा नपुंसकलिङ्गे षि इत्यस्य सर्वनामस्थानं प्रथमत् इत्यनेन षि इति प्रत्ययस्य सर्वनामस्थानं भवति। षि इति प्रत्ययस्य सर्वनामस्थानम् अस्ति तत् वेदे वेदेव सर्वनामस्थितिः अस्ति चेत् एव नुमागमः भवितुम् अर्हति, येन कुण्डानि वना इत्यादीनि रूपाणि प्राप्नुमः। अतः एव सुनपुंसकस्य प्रथम अध्याये प्रथमपादे त्रिचत्वारिंशतिसूत्रे प्रसज्य प्रतिषेधः निराक्रियते। अत्र इति सूत्रे पर्युदासः अस्ति चेत् अत्र सुट् नपुंसकस्य अत्र प्रसज्य प्रतिषेधः न भवति इति। अत्र बहवः व्याख्याकारः अत्र पर्युदासः विषये किम् अस्ति चेत् अत्र प्रतिषेधः न भवितुम् अर्हति। अत्र सुट् अनपुंसक अस्ति अपि अत्र किं सर्वनामस्थानं भवति इति। इदानीं सुब्रह्मण्यन् पठितुम् अर्हति वा? अन्म्यूट् करोतु सुब्रह्मण्यन्। अन्म्यूट् कृतं परन्तु आमाम्। अस्तु, अनिल् महोदय पठतु। सुड् नपुंसकस्य इति सूत्रे पर्युदासः स्वीकृतः इति कृत्वा पुल्लिङ्गे स्त्रीलिङ्गे च व्यापारः भवति. यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनाम स्थानं प्राप्यते तर्हि तेन भविष्यति एव. अत्र शी सर्वनामस्थानम् इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनाम स्थानं प्राप्यते, तस्य प्रतिषेधः न भवति. अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव. यतोहि सुडनपुंसकस्य इति सूत्रे नपुंसकलिङ्गस्य प्रसङ्गे प्रतिषेधः वा विधिः नोच्यते, येन परिभाषायाः प्रयोगः स्यात्. अतः शी सर्वनाम स्थानम् इत्यनेन नपुंसकलिङ्गे शी इत्यस्य सर्वनाम स्थानं भवति एव. इदानीम् अत्र दृढीकरणार्थं पर्युदासः अपि किम् उक्तमत्र प्रतिषेधः न भवति. इदानीं प्रसज्य प्रतिषेधः अपि किम् अत्र उक्तम्? एतत् नपुंसकलिङ्गस्थानम् अस्ति, अपि एतत् शी सर्वनामस्थानम् इत्यनेन नपुंसकलिङ्गं स्वीकृतम् अपि सर्वनामस्थानं भवति इति. अत्र किञ्चित् पर्युदासः प्रतिषेधः भवति इति उक्तम्, अनन्तरं प्रसज्य प्रतिषेधः सी इति सर्वनामं स्वीकृतमपि सी सर्वनामस्थानम् इति अस्ति नपुंसकलिङ्गे अपि अत्र सर्वनामस्थानं भवितुम् अर्हति इति तत्र दत्तम्. अत्र महालक्ष्मी पठतु. अस्तु, गोदामल् पठतु. शान्ता पठतु. जश्रसोः शिः इत्यनेन नपुंसकात् परस्य जस् शस् प्रत्ययोः शि आदेशः भवति वा छन्दसि. वेदिकप्रयोगेषु लोट् लकारस्य सिप् प्रत्ययस्य हि आदेशः विकल्पेन अपि भवति. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, सेह्यपिच्च इत्यस्य सम्पूर्णा अनुवृत्ति. अनुवृत्तिसहितं सूत्रं लोटः लस्य सेहेहि छन्दसि वा अपि च. एतत् अपि किञ्चित् बृहत् कार्यमस्ति. सेर्यपिच्च इत्यनेन अत्र मध्यमपुरुषे एकवचनविषये सकारः अस्ति खलु, भवसि इति, तत् सनिः आदेशः भवति इति. अत्र लोटः लङ्वत् भवति इति, लस्य स्तेहि छन्दसि एव एतत् भवति अपि तु भवति. मध्यमपुरुषे एकवचनं तु गुणकार्यं भवति एव, पित् अस्ति, परन्तु हि इति आदेशः भवति चेत् अत्र अपित् इति भवति. पुनरपि अत्र जशसो शि, अत्र शि सर्वनामस्थानं पूर्वं दृष्टवन्तः, इदानीं जशसो शि इति अस्ति. अत्र एतत् विषये वयं द्रष्टुं शक्यते एव. अस्तु, अत्र अन्तिमश्लोकं भवत्येव वदतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. नमस्कारः. धन्यवादः.